सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विशेषणविशेष्यभावः. तस्मिन् सन्दर्भे तत्र वयम् एकः पाठः यः अस्ति तत्र जनार्दन हेगडे महोदयस्य पुस्तकात् तत्र भाषापाकः इति पुस्तकं तस्मात् चितः पाठः तत्र विशेषनिज्ञता इति तत्र तं पाठं पठन्तः स्मः. तदनन्तरं तत्र स्वरूपमहोदयस्य करपत्रं पठामः. अतः तत्र गतवर्गस्य विषयान् अधिकृत्य तत्र आदौ तत्र उपेन्द्रमहोदयस्य उपस्थापनं भवति. अतः उपेन्द्रमहोदय कृपया. नमस्ते आचार्य, नमस्ते सर्वेभ्यः. अद्य उपस्थापनस्य विषयं प्रत्ययस्य विचारः. पूर्वं भाषापाकः इति पाठे विशेषण विशेष्य इति द्वयविभागं कथं करणीयं, विशेष्ये विशेषणमस्ति, विशेषणस्य द्विप्रकारं वाचकाः वाचकौ स्तः, गुणवत्वाचक इति द्वयं सन्ति. तत्र प्रश्नः भवति गुणवाचकस्य लिङ्गं एकमेव भवति, गुणवत्वाचकस्य लिङ्गं विशेषनिघ्नता विशेष्य आदीनः भवति इति विस्पष्टं भवति भाषापाकः इति पाठे करपत्रं पठनेन. गुणः सर्वत्र एकः एव लिङ्गे पुंलिङ्गे एव भवति इति, श्वेतः, रक्तः, नीलः इत्यादि. गुणवत् वाचकं यदि भवति चेत् विशेष्येण निघ्नाः भवति इति विस्पष्टं करोति. अत्र प्रमाणमपि ददाति. अमरकोशः वदति गुणे शुक्लादयः पुंसि, माने गुणवाचके शुक्लादयः नीलादयः पुंसि भवति. गुणलिङ्गस्तु तद्वति, तत् शब्देन अत्र विशेष्यम् इति ज्ञातवन्तः वयं पूर्वतनपाठे. गुणवाचकं गुणवत्वाचकं, गुणः गुणवत्, गुणः गुणः सामान्यं भवति. कुत्र अस्ति गुणं, तत् कथनार्थं गुणवत्वाचकं भवति इति पूर्वतनपाठे अधीतवन्तः. संवादरूपेण करपत्रे तत् सर्वं पाठितवन्तः. वयं करपत्रस्य पाठनपूर्वं विशेष अध्ययनं कृतवन्तः. भूतलं घटवत् भूतलम् इति उदाहरणं स्वीकृत्य अत्र प्रत्ययं मतुप् भाव इति द्वौ प्रत्ययौ स्वीकृत्य प्रत्ययस्य विधानेन किं प्रतीयति इति विस्पष्टं कृतवान्. अत्र विषयं केवलं लक्ष्ये अथवा लक्ष्यसमानजातीयेषु एव लक्ष्यस्य असाधारणधर्मं लक्ष्यं प्रतीतम् इष्टं भवति नैयायिकैः. तत् समाधानं करणार्थं भावमतुप्रत्ययं द्वौ प्रत्ययौ स्वीकृत्य लक्षणवाक्यं वदति नैयायिकैः न्यायशास्त्रे न्यायशास्त्रविषये. लोकव्यवहारे विद्यमानधर्म प्रकथनार्थं मथुप् भावप्रत्ययं योजयति. भाववाचकप्रत्ययः पदार्थे विद्यमानधर्मम् अथवा भावं कथयति. घट योगे भावप्रत्ययत्वा योजयित्वा घटत्वं भवति. घटे घटत्वं घटत्वधर्मं वर्तते. पटे पटत्वं विद्वत्सु विद्वत्त्वं गन्धे गन्धे गन्धत्वं शीतस्पर्शे शीतस्पर्शवत्वम् इति इत्यादि. तत् गुणः पदार्थस्य धर्मः अथवा पदार्थस्य गुणः अथवा पदार्थस्य भावः कुत्र वर्तते कस्य वर्तते इति यदि प्रश्नं करोति चेत् मतुप् प्रत्ययं सहायं करोति. मतुप् प्रत्ययं यस्य यस्मिन् इति अर्थप्रकाशनार्थं विधीयते. मतुप् प्रत्ययं योजयित्वा घटः घटवत् भवति. घटवत् शब्दः भूतलं घटवत् शब्दः विशेषणं भवति. भूतलं विशेष्यं भवति. घटवत् किं प्रतीयति कस्मिन् घटः अस्ति इति अर्थं प्रतीयति अर्थं कथयति. तन्तुवत् पटं विद्यावत् विद्वान् कः विद्वान् गन्धवत् कः पृथ्वी गन्धवती का पृथ्वी इति तत् कथनार्थं यस्य यस्मिन् इति भावप्रकाशनार्थं मतुप् प्रत्ययं योजनं करोति. एतत् सर्वं लोकव्यवहारः. न्यायशास्त्रव्यवहारे विस्पष्टकथनार्थम् आधेय धर्मनिरूपणार्थं मतुप् प्रत्यययोजनानन्तरं त्वा प्रत्ययः अपि योजयित्वा मतुप् त्वा योजयित्वा लक्षणं विस्पष्टं करोति नैयायिकैः. विद्याधरी पुस्तके एकं वाक्यमस्ति मत्वर्तीयात् भावप्रत्ययः प्रकृति अर्थम् एव गमयति. प्रकृत्यर्थं मीन्स् देट् टु विच् प्रकृत्यर्थम् ईस् अन्चेञ्ज्ड् अर्थम्. उदाहरणं गन्धः योगमथुप् योगात्वा पुनः गन्धः एव भास कथयति. एतत् प्रकृति अर्थं तत् प्रकृत्यर्थं कथनेन गुणः एव भासयति. घटः त्वं घटत्वं घटत्वं त्वाप्रत्ययः घटत्वं प्लस् मतुप् घटत्ववान् भवति. घटत्ववान् कः इति पृच्छेत् घटः एव. अत्र दर्शनीयं प्रथमं मतुप् योजनीयम् अथवा प्रथमं त्वा योजनीयं द्वयमपि समानम् अर्थम् एव कथयति. द्वयं योजनेन केवलं असाधारणधर्मम् एव कथयति अथवा प्रदर्शयति इति अहम् अवगतवन्तः. आचार्यजी नमस्सर्वेभ्यः, धन्यवादः. धन्यवादः महोदय, समीचीनम् आसीत्. अनेके विषयाः तत्र आसन्. धन्यवादः महोदय, समीचीनम्. अस्तु तर्हि, त्रुटिः भवति चेत् स्वल्पं किमपि नास्ति, किमपि नास्ति, समीचीनं. विषयं विस्पष्टं लिखितवान् अस्ति आचार्यजी साररूपेण. अस्तु, कथितवन्तः, समीचीनम् एव अस्ति. अतः अग्रे सरामः तर्हि तत्र. धन्यवादः महोदय. इदानीं तत्र भाषापाठस्य तत्र यः पाठः, तस्मिन् तत्र अन्तिमभागस्य पठनम् आवश्यकम् आसीत् इति मन्ये, किन्तु तत्र प्रथमतया किञ्चित् मिलित्वा चिन्तनं कुर्मः. तर्हि तत्र श्वेतः तत्र यत् उदाहरणम् आसीत् तत्र भाषापाकपाठे तं स्वीकुर्मः. तत्र श्वेतामाला, श्वेतं वस्त्रम् इति अस्ति, अपि तत्र श्वेतरक्तादयः सर्वदा पुंसि एव इति. तत्र पुष्पस्य वर्णः श्वेतः इति. तत्र तत्र कः वदति, आनभगिनी किञ्चित् वदति वा, तत्र पुष्पस्य वर्णः श्वेतः इति, तत्र गुणवाचकः वा गुणवत् वाचकः वा पुष्पस्य वर्णः श्वेतः? पुष्पस्य वर्णः श्वेतः वयं कुत्र करपत्रात् पठामः वा? केवलं करपत्रं गतवर्गे पठितवन्तः. अतः प्रश्नः, तत्र पुष्पस्य वर्णः श्वेतः इति अस्ति चेत्, तत्र श्वेतः इति पदमस्ति, तत् पदं गुणं सूचयति अथवा गुणस्य आश्रयं सूचयति किम्? गुणवाचकपदम्. हा, गुणवाचकपदं नाम वर्णः कः इति वदति, वर्णं वदति. तत्र श्वेतः इति वर्णः, साक्षात् वर्णः अस्ति. इदानीं समीचीनम्. इदानीं तत्र गुणवाचकम् अस्ति तत्र. शोभभगिनी, तत्र यदि वयं वदामः तत्र श्वेतं पुष्पं, तर्हि तत्र श्वेतम् इति गुणवाचकं वा गुणवत् वाचकं वा? हा, नमस्ते महोदय. तत्र श्वेतं पुष्पम् इति उक्तत्वात् गुणवत् वाचकः भवति. इत्युक्ते तत्र विशेषनिघ्नता दृश्यते, अतः श्वेतं पुष्पं तत्र आश्रयः अस्ति. गुणवत् वाचकस्य आश्रयः तत्र श्वेतम् इत्यस्य श्वेत वर्णस्य पुष्पम् इति विशेष्यं भवति अथवा आधारः भवति, आश्रयः भवति. तत्र गुणवत् वाचकः इति मतुप् प्रत्ययस्य किं रूपं भवति, तत्र आश्रयः, तत्र गुणवत् वाचक पदमेव अस्ति. तत्र श्वेतं नाम पुष्पमेव, तत्र पुष्पमेव श्वेतं, श्वेतम् इति इति अस्ति. तत्र एतस्य तत्र अवगमनं सम्यक् भवेत्. तत्र भेदः वर्तते तत्र तत्र रूप अथवा वर्ण इति यत् वदामः तत्र वर्णः तत्र गुणवत् वाचकत्वम् अपि भवति गुणवाचकम् अपि भवति अतः तत्र प्रायशः एकवारं शीघ्रतया तत्र एतत् करपत्रं गतवर्गे पठितवन्तः शीघ्रतया पठामः तत्र शोभभगिनी भवती अपि तत्र उषा भगिनी तत्र द्वयोः तत्र द्वे अपि तत्र ततः किं नमस्ते महोदय नमस्कार भगिनि तत्र शुक्रादीनाम् इति तत्र यः सम्भाषणं यत् सम्भाषणमस्ति पठन्तु आरम्भं कुर्मः वा हा शिष्यः वदति श्रीमन् श्वेतरक्तादयः किं पुंसि एव सन्ति महोदय माम् उक्तवती भवती आचार्यः अस्तु आम् शुभभगिनी श्वेतामाला हा श्वेतामाला श्वेतं वस्त्रम् इत्यादयः प्रयोगाः श्रूयन्ते खलु श्रूयन्तां नाम तेन का हानिः श्वेतामाला इत्यादौ श्वेतादीनां विशेष्यनिघ्नता दृश्यते भवता उच्यते पुंसि एव इति सर्वदा मया स्मार्यते अर्थातिभेदात् लिङ्गादिभेदः सम्भवति इति प्रसङ्गभेदात् अर्थाः अपि भिद्यन्ते क्वचित् अतः अर्थं निश्चित्य एव प्रश्नः करणीयः तन्नाम श्वेतादीनाम् अर्थद्वयम् अस्ति आम् अतः एव उभयविधम् उत्तरं सम्भवति किं तत् अर्थद्वयम् श्वेतादयः गुणवाचकाः गुणवत् वाचकाः चापि अतः गुणवत् वाचकं गुणत्ववत् गुणवत् वाचकत्वम् अतः गुणवाचकत्वं गुणवत् वाचकत्वं च इति अर्थद्वयं तेषाम् भवतः कथनस्य आशयः नावगतः मया पुष्पस्य वर्णः श्वेतः एतस्मिन् प्रयोगे श्वेतशब्दः गुणवाचकः श्वेतं पुष्पम् इत्यत्र श्वेतशब्दः गुणवत् वाचकः गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः तन्नाम विशेष्यनिघ्नता आम् श्वेतं पुष्पम् इत्यत्र श्वेतवत् पुष्पम् इत्यर्थः अतः गुणवत् वाचकता इति उच्यते यदा विशेषनिघ्नता तदा तु लिङ्गभेदात् रूपभेदः यथा श्वेताहारः श्वेतामाला श्वेतं पुष्पम् गुणवाचकत्वे तु पुंस्त्वम् एव प्रयोगः तु पूर्वं दर्शितः अत्र प्रमाणं किम् अमरकोशवाक्यम् अत्र प्रमाणम् अमरकोशः वदति गुणे शुक्लादयः पुंसि गुणलिङ्गाः तु तद्वति इति गुणवाचकत्वे शुक्लादीनां पुंसत्वं गुणीनाम् इत्युक्ते गुणवतां निर्देशावसरे ते विशेष्यनिघ्नाः इति तस्य तात्पर्यं खलु शुक्लः पटः इत्युक्तौ विशेष्यनिघ्नता पटस्य शुक्लः इति प्रयोगे कृते तु पुंस्त्वं प्रथमे उदाहरणे गुणिवाचकता द्वितीये उदाहरणे गुणवाचकता नमस्ते धन्यवादः एतावत् सर्वं पठितवन्तः तत्र नाम यदि वयं वदामः तत्र पुष्पस्य वर्णः श्वेतः तत्र वर्णः सर्वदा रक्तवर्णः श्वेतवर्णः इति सर्वदा पुंसि एव भवति सः प्रयोगः अपि समीचीनः अन्यः प्रयोगः अपि भवति यत्र वयं वदामः तत्र श्वेतः हारः, श्वेता माला, श्वेतं पुष्पम् इति. अत्र पुंसि एव नास्ति, स्त्रीलिङ्गरूपं नपुंसकलिङ्गरूपमपि दृश्यते, कथम् इति प्रश्ने सति. तत्र भेदः द्वयोः प्रयोगयोः मध्ये भेदः वर्तते. नाम प्रथमप्रयोगे वर्णः, पुष्पस्य वर्णः श्वेतः, सः प्रयोगः गुणवाचकप्रयोगः. गुणं वदति तस्मिन् सन्दर्भे साक्षात् वर्णः कः अथवा वर्णं वदति श्वेतम् इति. वर्णः वर्णः श्वेतः इति वदति. किन्तु यदि वयं वदामः तत्र श्वेता माला, तत्र माला का इति वदति, माला एव श्वेता इति. अतः तत्र द्वितीयप्रयोगे गुणवत् वाचकं वाचकपदम् इति भवति. तत्र गुणवाचकः शब्दः श्वेता, श्वेता इति पद, श्वेता इति शब्दः गुणवत् वाचकशब्दः. किन्तु पुष्पस्य वर्णः श्वेतः इत्यस्मिन् श्वेतः इति गुणवाचकशब्दः. अस्तु, इदानीं तत्र अन्य कोऽपि तत्र अथवा सर्वे वदन्तु. तत्र यदि वयं वदामः तत्र श्वेता माला, श्वेता माला इति, तस्मिन् तत्र गुणवत् वाचकता अस्ति, गुणवत् वाचकपदं श्वेता इति अस्ति. अपि तत्र पुष्पस्य वर्णः श्वेतः इति यदि वदामः तत्र गुणवाचक पदं भवति श्वेतः. तत्र अतः तत्र श्वेतः इति पदे पुष्पस्य वर्णः श्वेतः, श्वेतः हारः, तत्र श्वेतः इति पदे तत्र वाचकत्वम् अस्ति, गुणवाचकम् अपि अस्ति, गुणवत् वाचकम् अपि अस्ति. तत्र वाचकत्वं गुणवत् वाचकत्वं, गुणवाचकत्वं गुणवाचकत्वं, गुणवद् वाचकत्वं द्वयमपि अस्ति. धर्मद्वयं तत्र श्वेतः इति पदे भवति. श्वेतः हारः, पुष्पस्य वर्णः श्वेतः. श्वेतः इति पदं तस्मिन् प्रथमप्रयोगे गुणवाचकत्वम् अस्ति, यतोहि श्वेतः इति पदं गुणवाचकपदम् अस्ति. यत्र श्वेतः हारः इति वदामः तत्र श्वेतः इति गुणवत् वाचकपदम्, अतः श्वेतः इति पदे गुणवत् वाचकत्वम् अस्ति. अतः श्वेतः इति पदे धर्मद्वयम् अस्ति. तयोः धर्मद्वयोः मध्ये कीदृशसम्बन्धः इति कोऽपि वदति वा? श्वेतः इति पदे गुणवाचक अपि अस्ति, गुणवत् वाचक वाचकत्वम् अपि अस्ति खलु, भवितुम् अर्हति. गुणवाचकत्वं भवितुम् अर्हति, गुणवत् वाचकत्वमपि भवितुम् अर्हति श्वेतः इति पदे. तयोः धर्मयोः मध्ये कीदृशसम्बन्धः इति कोऽपि वदति वा? प्रश्नः अवगतः वा? श्वेतः इति पदम् उपेन्द्रजि, श्वेतः इति पदं पदे गुणवाचकत्वम् अस्ति यदि कस्य गुणम् इति यदि पृच्छेत्, गुणवत् वाचकम् अपि अस्ति आचार्यजि. यदि गुणवत् वाचकम् अस्ति चेत् तत् विशेष्येण निघ्नाः भवति. सत्यं, तस्मात् कारणेन श्वेतः भवति. तत्र आधार आधेयभावः प्रश्नः केवलम् एतदस्ति, तत्र गुणवाचकत्वम् अस्ति श्वेत इति पदे खलु, अपि गुणवत् वाचकत्वम् अपि अस्ति खलु श्वेतं. अतः धर्मद्वयं श्वेतम् इति पदे अस्ति. द्वयोः धर्मयोः कीदृशः सम्बन्धः इति. द्वयोः गुणः अहो समवायसम्बन्धः समय समवायः न भवति यतोहि द्वयोः तत्र धर्मद्वयमपि श्वेतम् इति पदे एव अस्ति अतः तत्र समवायः इति न भवति खलु अतः तत्र समानाधिकरणम् इति तत्र किन्तु द्वयोः मध्ये कीदृशसम्बन्धः अतः तत्र कोऽपि वदति वा तत्र क्षम्यताम् आचार्य गुणवाचकत्वम् अस्ति गुणवत् वाचकत्वम् अपि अस्ति भवितुम् अर्हति श्वेतम् इति पदे किन्तु तत्र सम्बन्धः कीदृशसम्बन्धद्वयोः मध्ये इत्युक्ते नाम यदा अस्माकं प्रयोगः भवति तत्र पुष्पस्य वर्णः श्वेतः इति वदामः तत्र गुणवाचकत्वम् अस्ति श्वेत इति पदे यदि वयं वदामः श्वेतः पुष्पः श्वेत नाम श्वेतः हारः इति वदामः तत्र गुणवत् वाचकत्वं भवति श्वेत इति पदे प्रयोगद्वयम् अस्ति किन्तु यदा गुणवाचकत्वम् अस्ति तस्मिन् सन्दर्भे गुणवत् वाचकत्वमपि भवितुमर्हति वा श्वेत इति पदे गुणवत् वाचकत्वं गुणवत् वाचकत्वं द्वयमपि एकस्मिन् समये भवितुम् अर्हति वा न इति मन्ये महोदय प्रयोग भिन्नः खलु यदि तस्मिन् सन्दर्भे एव श्वेत इति पदे गुणवत् वाचकत्वं भवति खलु तत्र अस्य अस्मिन् वा श्वेतवर्णः अस्ति चेत् गुणवत् वाचकः भवति यदि यदि प्रयोगभेदः प्रयोगभेदः यत्र शुक्लः हारः इति वदामः तत्र शुक्लपदे शुक्लपदं गुणवत् वाचकः भवति पदं भवति तस्मिन् सन्दर्भे तस्मिन् पदे गुणवत् वाचकत्वं भवति खलु आम् महोदय किन्तु यदि भिन्नः प्रयोगः भवति नाम यत्र पुष्पस्य वर्णः श्वेतः इति तादृशप्रयोगः प्रयोगं कुर्मः तस्मिन् सन्दर्भे श्वेतः इति पदे गुणवाचकः इति पदं गुणवाचकपदं भवति तस्मिन् सन्दर्भे गुणवाचकत्वं श्वेत इति पदे भवति किन्तु तद् सः प्रयोगः भिन्नः अतः तत्र एकस्मिन् सन्दर्भे गुणवाचकत्वम् अस्ति अथवा गुणवत् वाचकत्वम् अस्ति द्वयमपि एकस्मिन् सन्दर्भे न भवति खलु आम् महोदय अतः तयोः मध्ये कीदृशः सम्बन्धः कीदृशः भावः ओ अस्तु तत्र अभावध्वंस इति पठितवन्तः तत् आगच्छति वा तत्र महोदय एकस्मिन् स्थले द्वे विरोधः खलु विरोधः आम् आम् आम् एकः अस्ति चेत् गुणवाचकत्वम् अस्ति चेत् गुणवत् वाचकत्वं नास्ति गुणवत् वाचकत्वम् अस्ति चेत् गुणवाचकत्वं नास्ति न न विरोधः विरोधः अस्तु तत्र इति सः सः सः अनवस्थाभेदः इति स्थितिः खलु नाम श्वेत इति पदे गुणवाचकत्वं भवितुमर्हति गुणवत् वाचकत्वम् अपि भवितुमर्हति किन्तु एकस्मिन् सन्दर्भे एकमेव भवति तावदेव अस्तु एतत् यदि इच्छामः समीचीनम् इदानीं तत्र केवलम् एकः एव अंशः अस्ति तत्र अन्तिमवाक्य तत्र प्रमाणं किम् इति आसीत् अपि तत्र श्वेत तत्र उषा भगिनी भवती पठितवती तत्र कुत्र अस्ति तत्र एकनिमिषः अमरकोशवाक्यमेव अत्र प्रमाणं सस्मत् भगिनी आं श्वेतं पुष्पम् इत्यत्र इति वाक्यमस्ति, एकवारं पठतु भगिनि तत्र. आम्, श्वेतं पुष्पम् इत्यत्र श्वेतत्ववत् श्वेतत्ववत् पुष्पम् इत्यर्थः, श्वेतत्ववत् पुष्पम् इत्यर्थः, अतः गुणवत् वाचकः इति उच्यते. हा, तत्र श्वेतवत् इति नास्ति, श्वेतत्ववत् श्वेतत्ववत्. आम् आं महोदय, युक्तम् इति अस्ति अतः तत्र एतद् किमर्थं श्वेतत्वम् इति उक्तं न तु श्वेतम् इति कश्चन प्रश्नः भवति. अतः तत्र श्वेतं पुष्पम् इति यदि वदामः तत्र अत्र उक्तमस्ति श्वेतत्वम् एव पुष्पे अस्ति, श्वेतत्ववत् पुष्पं नाम श्वेतत्वं पुष्पे अस्ति इति लिखितं खलु. तवत् इत्युक्ते पुष्पं, श्वेतत्ववत् नाम पुष्पं वत् मतुपर्तः अस्मिन् अस्मि अस्य अस्मिन् वा, अतः श्वेतत्वं पुष्पे अस्ति इति आगतम्. अतः किमर्थं श्वेतं पुष्पे अस्ति इति न लिखितं, किन्तु श्वेतत्वं पुष्पे अस्ति इति लिखितं. तत्र अर्थः इत्युक्ते तत्र एतस्य अवगमनार्थम् उन्नतः बालकः, एषः एतत् उदाहरणं प्रसिद्धम् उदाहरणम्, उन्नतः बालकः इति स्वीकुर्मः. तत्र उन्नतः इति इत्युक्ते कः, उन्नतः इत्युक्ते कः, विशेषणं बालकः, विशेषणम् उन्नतः. उन्नतः इति गुणवाचक पदं वा गुणवत् वाचकपदं वा? बालकः एव उन्नतः. बालकः एव उन्नतः. आं महोदय, अभेदसम्बन्धः. तत्र बालकः एव उन्नतः, गुणवत् वाचकत्वं, गुणवत् वाचकपदम् इति वक्तुं शक्नुमः. उन्नतः बालकः इति यदि वयं चिन्तयामस्तु तत्र बालकः इति एव वदति, गुणवत् वाचकपदम् इति उन्नतः इति भवेत् चेत् किं गुणमस्ति बालके? औन्नत्यम् इति गुणः वर्तते, धर्मः वर्तते, अतः एषः बालकः उन्नतः. तथैव यदि वयं वदामः तत्र उन्नतः इति पदमस्ति, औन्नत्यम् इति पदमस्ति, औन्नत्यम् अथवा उन्नतत्वम् इति पदम्, औन्नत्यम् इति स्वीकुर्मः, अर्थं तु उन्नतत्वम् एव. अतः बालकः कीदृशः, उन्नतः बालकः, उन्नतः बालकः, बालके औन्नत्यम् अस्ति, बालके औन्नत्यम् अस्ति. इदानीं मधुप्रत्ययम् उपयुज्य बालकस्य वर्णनं कुर्मश्चेत् किं भवति, औन्नत्यं बालके अस्ति, अतः औन्नत्य मतुपिति वान् वत् इति भवति इति भवति, अतः किं भवति, बालके औन्नत्यम् अस्ति, अतः इदानीं बालक औन्नत्य अनन्तरं किं भवति मतु प्रत्ययस्य योजनेन औन्नत्वं भूतले घटः अस्ति चेत् घटवत् भवति, गन्धः पृथिव्याम् अस्ति चेत् पृथिवी गन्धवती भवति, तादृशं वत् वती वान् इति तादृशप्रयोगं न तु योजनं भवति तादृशरूपम्. अत्र औन्नत्यं बालके अस्ति, अतः बालकः औन्नत्य गन्धवती पृथिवी लैक् बाल् औन्नत्यवान् बालकः, औन्नत्यवान् बालकः खलु, बालकः यतोहि औन्नत्यम् इति गुणः अथवा धर्मः बालके अस्ति. अतः उन्नतः इति शब्दः साक्षात् बालकं वदति, अतः गुणवत् वाचकपदम् उन्नतः। उन्नतः इति पदे केवलं गुणवत् वाचकत्वं बालकस्य वर्णनमेव भवति, न तु गुणः गुणः वदामः वा तत्र बालके उन्नतः अस्ति इति वदामः वा? उन्नत एषः बालकः उन्नतः तस्मिन् उन्नतः अस्ति इति वदामः वा? तस्मिन् औन्नत्यम् भवति इति वदामः। अतः तत्र उन्नतः इति बालक उन्नतः बालकः इति उदाहरणे उन्नतः इति गुणवत् वाचकपदं भवति, तस्मिन् केवलं गुणवत् वाचकत्वम् एव अस्ति। यदि गुणवाचकपदं किम् इति पृच्छामः तदा औन्नत्यम् एव गुणवाचकपदं भवति। अतः उन्नतः बालकः इति उदाहरणे गुणवाचकपदं भिन्नं गुणवत् वाचकपदं भिन्नम् अस्ति। उन्नतः इति गुणवत् वाचकपदम्, औन्नत्यम् इति गुणवाचकपदम्। अतः तत्र एषा स्थितिः साधारणा स्थितिः, नाम तत्र उन्नतः बालकः वा अथवा तत्र सुन्दरः बालकः वा उत्तमः पुरुषः वा उत्तमा महिला वा इति तत् तादृशेषु वाक्येषु तत्र विशेषणं यदस्ति तद्विशेषं गुणवत् वाचकपदमेव भवति, न तु गुणवाचकपदम् साधारणतया। अतः अत्र रक्तवर्णः श्वेतवर्णः इत्यादिषु वर्ण इति गुण नाम रूपम् इति न्यायशास्त्रे वदामः यत् तत्र वैलक्षणम् अस्ति। श्वेतः इति गुणवाचकपदमपि भवितुम् अर्हति, गुणवत् वाचकपदमपि भवितुम् अर्हति। गुणवत् इति आधारः इति चिन्तयामः, तत्र उन्नतः बालकः, बालकः इति आधारः, तस्मिन् औन्नत्यम् अस्ति। औन्नत्यम् उपरि इति चिन्तयतु, यतोहि उपरि अस्ति, औन्नत्यं बालके अस्ति, तत्र औन्नत्यम् इति आदेयः, बालकः इति आधारः, बालकः अधोभागे अस्ति, औन्नत्यम् उपरि अस्ति। तत्र गुणवाचकपदम् अस्ति चेत् उपरि एव तिष्ठति, तत्र औन्नत्यम् एव भवति। किन्तु उन्नतः इति यदि वदामः तत् गुणवत् वाचकपदं नास्ति, गुणवत् वाचकपदम् अस्ति, तत् अधोभागे एव तिष्ठति। किन्तु यदि वयं वदामः पुष्पस्य वर्णः श्वेतः, तत्र श्वेतः इति पदे गुणवाचकत्वम् अस्ति, अतः श्वेतः इति उपरि अपि भवितुम् अर्हति। यदि वदामः तत्र श्वेतं पुष्पं, तत्र श्वेतम् इति गुणवत् वाचकपदं भवति, तत् अधोभागे अपि स्थातुं शक्नोति। अतः तत्र वैलक्षणम् अस्ति वर्ण नाम रूप इति गुणे इति तत्र एतस्मिन् सन्दर्भे तत्र वैलक्षणम् अस्ति, साधारणतया एतद् न भवति। अतः अस्तु, इदानीम् अग्रे तत्र केवलं तत्र अन्तिमवाक्यम् उषा भगिनी पुनः तत्र प्रमाणम् अमरकोशम् एव प्रमाणम्। आं महोदय, अमरकोशवाक्यम् अत्र प्रमाणम्। अमरकोशः वदति गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु गुणिलिङ्गाः तु तद्वति इति। तत्र गुणे शुक्लादयः पुंसि नाम शुक्लादयः इति इति यत्र तत्र वर्णस्य वदनं तत्र वर्णः कः इति वक्तुम् इच्छामः, शुक्लवर्णः इति यत्र गुणस्य वर्णनं भवति तदा नाम गुणे इति सतिसप्तमी यदा गुणः गुणस्य गुणवाचकं तदा शुक्लादयः किं भवन्ति, शुक्लादयः एव भवन्ति। गुणवाचकस्थित्यां शुक्लादयः पुंसि एव भवन्ति। किन्तु द्वितीयमस्ति गुणिलिङ्गास्तु तद्वति। तत्र गुणिलिङ्गास्तु इत्युक्ते तत्र किञ्चित् वक्तव्यमस्ति, तत्र गुणिलिङ्गाः गुणिलिङ्गाः तु, तत्र गुणिलिङ्गः इत्युक्ते तत्र गुणिनः लिङ्गम् इव लिङ्गं यस्य अस्ति सः इति अर्थः. गुणिलिङ्गः नाम तस्य विग्रहवाक्यम् अस्ति, गुणिनः लिङ्गम् इव लिङ्गं यस्य अस्ति सः. तत्र गुणिनः लिङ्गम् इव लिङ्गं यस्य अस्ति सः इति भवति. तत्र उपमानपूर्व बहुब्रीहि समासः इति उच्यते तस्य एतस्य पदस्य निर्माणं. तत्र गुणिनः लिङ्गम् इव लिङ्गं यस्य अस्ति सः. तत्र नाम गुणि इत्युक्ते तत्र गुणवत्, यस्मिन् गुणः अस्ति सः गुणी, गुणिनः षष्टि, गुणिनः लिङ्गम् इव लिङ्गं यस्य अस्ति सः गुणिलिङ्गः. तद् किं भवति? तद्वति. तत्र मतुप्, मतुप् अत्र गुणवत्, तत् नाम गुणः, तद्वत् नाम गुणवत्, तद्वति इत्युक्ते पुनः तत्र पुंसीति यदस्ति तद् सादृशम् अत्रापि. तत्र किं भवति? गुणे शुक्लादेः पुंसि, गुणलिङ्गास्तु लिङ्गाः तु तद्वति, तद्वति नाम गुणवत् भवन्ति. तत्र नाम गुणवत् तद्वति, तत्र सप्तमी विभक्ति अस्ति. गुणवत् इत्युक्ते गुणस्य आश्रयस्य लिङ्गं यत् अस्ति तदेव लिङ्गम् अत्र शुक्लादयाः ये सन्ति तेषामपि भवति, नाम तत्र एव विशेषनिघ्नता भवति. यत्र गुणवाचकत्वम् अस्ति तत्र पुंसि एव भवति, किन्तु यत्र गुणवत् वाचकत्वम् अस्ति तदा विशेष्यनिघ्नता, विशेष्यम् अनुसृत्य, विशेषस्य लिङ्गम् अनुसृत्य अधिकृत्य शुक्लादय एते वर्णाः ये सन्ति तेषां लिङ्गमपि तत्र गुणि, गुणिनः लिङ्गम् आश्रित्य भवति, नाम तत्र विशेष्यनिघ्नता भवति. अतः तत्र प्रयोगद्वयमस्ति, गुणवाचकत्वं, गुणवत् वाचकत्वं. शुक्लः इति वर्णः उपरि अपि स्थातुं शक्नोति, नाम गुणवाचकपदमपि भवितुमर्हति. शुक्लः हारः इति यदि वदामः तत्र गुणवत् वाचकपदं भवति शुक्लः, अतः तत्र अधोभागे अपि स्थातुं शक्नोति. एतदेव भैलक्षणमस्ति. तत्र रूप इति अथवा वर्णः इति गुणस्य तत्र, अतः एव शुक्लादीनां पुंस्त्वं विशेषनिघ्नता चापि द्वयमपि भवति. किन्तु उत्तमः बालकः इति उदाहरणे उत्तमः इति गुणवत्वाचकपदमस्ति, गुणवाचकपदं नास्ति. गुणवाचकपदं किम् इत्युक्ते तत्र औन्नत्यमेव गुणवत्वाचकपदम्, अगुणवाचकपदं भवति. औन्नत्यं बालके अस्ति, न तु तत्र उन्नत, उन्नतः इति साक्षात् बालके नास्ति. अस्तु, इदानीं तत्र एतावत् समीचीनम् इति मन्ये. अतः प्रश्नः अस्ति वा अस्मिन् अस्मिन् पाठे? नो चेत् करपत्रं यत् स्वरूपमध्ये अस्ति तं करपत्रं, तत् करपत्रं पठामः. प्रश्नः अस्ति वा? गुणवाचकत्वं, गुणवत् वाचकत्वम् इति विषये. अस्तु, तर्हि अग्रे सरामः. इदानीं तत्र एकनिमिषः, तत्र करपत्रं स्वरूपमहोदयस्य करपत्रं यदस्ति तं पठामः तर्हि. एकनिमिषः, तत्र एतदेव करपत्रमस्ति, अहं केवलं तत्र किञ्चित् फाण्ट् परिवर्तितवान् तावदेव. अस्तु, तर्हि पठामः. तर्हि तत्र कः आरम्भे पठितुम् इच्छति? तत्र नरसिंहमहोदय आरम्भं करोति वा? आं महोदय, नमस्ते. सुन्दरः बालकः गच्छति इति वाक्ये किं पदविशेषणं किञ्च विशेष्यम् इति चेत् सुन्दरः विशेषणं बालकः इति विशेष्यम् इति सामान्यतया वदामः. यथा तत्र उन्नतबालकः इत्यत्र अत्र सुन्दरः बालकः अस्ति, तत्र विशेषणविशेषभावः अस्ति, सुन्दरविशेषणं बालकविशेष्यम् इति भवति अत्र. अधुना कश्चन घटः भूतले अस्ति, तदर्थं भूतलं घटवत् इति उच्यते. अत्र किं पदं विशेषणं? सामान्यतया घटवत् विशेषणम् इति वदामः. तत्र विद्याधर इति ग्रन्थे लिखितमस्ति यत् भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं 34 पेज् मध्ये. तर्हि किं भूतलं घटवत् इति वाक्ये घटवत् अपि विशेषणं, घटः अपि विशेषणम्? भूतलं घटवत् वदामः चेत् आम् महोदय, भूतलं घटवत् इति किञ्चित् वदतु, अत्र प्रश्नः कः? अधुना कश्चन घटः भूतले अस्ति, तदर्थं भूतलं घटवत् इति वदामः. अत्र विशेषणं किं, विशेष्यं किम् इति प्रश्नः. सामान्यतया घटवत् विशेषणम् इति वयं वदामः, परन्तु विद्याधरी इति ग्रन्थे लिखितमस्ति भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणमिति. अत्र घट एव भूतलस्य विशेषणमिति तत्र ग्रन्थे लिखितमस्ति, तर्हि घटवत् विशेषणं भवति वा घटविशेषणं भवति वा इति प्रश्नः अत्र. तत्र यदि साधारणचिन्तनं भवति तत्र वयं किं चिन्तयामः, सुन्दरः बालकः, सुन्दरः इति पदम् एव विशेषणं, बालकः इति विशेष्यं, सुन्दरः इति विशेषणम् इति वदामः. अत्र भूतले घटः अस्ति चेत् भूतलं घटवत् इति मतुप्रत्ययस्य योजनेन भवति, घटवत् भूतलं, तत्र घटवत् इति विशेषणम् इति वदामः खलु, विशेषं भूतलं घटवत् इति विशेषणं. किन्तु विद्याधर्यं किं लिखितमस्ति? विद्याधर्यं लिखितमस्ति भूतलस्य विशेषणं, भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम् इति लिखितमस्ति. हा, अतः तत्र घटः एव विशेषणम् इति लिखितमस्ति. अतः प्रश्नः उदेति नाम घटः विशेषणम् अपि घटवत् अपि विशेषणम्, एतत् कथं भवितुम् अर्हति खलु? भूतलस्य विशेषणं केवलं घटः भवेत् अथवा घटवत् इति भवेत्, किन्तु अत्र द्वयमपि विशेषणम् इति लिखितम्, तत् कथं भवति इति प्रश्नः. अस्तु, समीचीनम्. अग्रे आना भगिनी अग्रे पठितुम् इच्छति वा? धन्यवादः महोदय. धन्यवादः भगिनी. अस्तु महोदय, पठामि. अस्या समाधानार्थं वत् त्वाम् इति विषये चर्चा अपेक्षिता. भूतलं घटः घटत्वं, भूतले कश्चन घटः अस्ति, घटे घटत्वमस्ति. एवञ्च स्तरत्रयं वर्तते, घटत्वं घटः भूतलम्. अत्र तत्र एतस्य समाधानार्थं वत्वं, वत्वं नाम तत्र प्रत्ययद्वयमस्ति, वत्तुप् मतुप् प्रत्यय समीचीनं. एतस्य अर्थः यदि वयम् अवगच्छामः, अर्थम् अवगच्छामः, तत्र अत्र प्रश्नस्य उत्तरं दातुं शक्नुमः. अतः तत्र वत् इति अस्ति, त्वम् इति अस्ति. वत् किं करोति? वत् इति आश्रयं निर्दिशति खलु. घटः कुत्र अस्ति? भूतले घटः अस्ति चेत् घटवत् इत्यनेन भूतलम्, अतः घटस्य आश्रयः. वत् इति यदि स्थरम् इति चिन्तयामः, वत् इत्यस्य प्रत्ययस्य मतुप्रत्ययेन वयम् अधोभागे गच्छामः खलु. नाम घटत्वं, घटत्ववत् इत्युक्ते घटः घटवत् इत्युक्ते भूतलम् अतः मतु प्रत्ययेन अधोभागे गच्छामः भावप्रत्यय त्व इति प्रत्ययेन उपरि आगच्छामः तत्र स्तरत्वत्रयं वर्तते इति लिखितं किमर्थं स्तरत्रयम् इति अस्ति नाम घटत्वं कुत्र अस्ति घटत्वं घटे अस्ति हा घटे अस्ति तत्र आधारादेयभावः घटः कुत्र अस्ति भूतले भूतले अतः अत्रापि आधारादेयभावः अत्र अतः एव वयं तत्र मतु प्रत्ययस्य प्रयोगं कर्तुं शक्नुमः अतः तत्र उपरि उपरि घटत्वम् अस्ति मध्ये घटः अस्ति अधोभागे भूतलम् इति अस्ति स्तरत्रयं वर्तते अस्तु समीचीनम् अस्तु अग्रे तत्र प्रेमलता भगिनी अग्रे पठितुम् इच्छति वा महोदय करपत्रं दृश्यते सर्वोपरितले स्तरे घटत्वम् अस्ति मध्यमस्तरे घटः अस्ति अधोभागे भूतलम् अस्ति उपरि गमनार्थं स्वप्रत्ययं योजयामः अधोभागे गमनार्थं मतु पुंसि वान् स्त्रियां वति नपुंसके वत् इति प्रत्ययं योजयामः अतः घटत्वम् इत्यस्मात् घटस्य दिशि गन्तुं इच्छामश्चेत् मतुप् योजयामः मतुप्रत्ययस्य योजनेन आश्रयत्वं प्राप्यते घटत्वं योगे मतुप् इति भवति घटत्ववत् इति भवति घटवाचकपदम् अतः पुंसि घटत्ववान् घटत्ववान् घटः प्रथमतः घटत्वम् इति धर्मः भावः स्वीकृत्य घटत्व घटे स्थितधर्मस्य तद्भाव प्रत्यया त्व इति योजयित्वा तत्परं वत् इति योजनेन घटत्ववान् इति भवति घटत्ववान् घट एव भवति तत्र इति प्रत्ययस्य योजनेन उपरि गच्छामः मतु प्रत्ययेन अधो आगच्छामः अधोभागे आगच्छामः तत्र आरभ्य तत्र यदि मतु योजयामः किं भवति घटत्ववत् घटत्ववती अथवा घटत्ववत् अत्र तु घटः एव घटत्वस्य आशयः अतः पुंस भवति घटत्ववान् घटत्ववान् कः घटत्ववान् घटभूतले अस्ति न न घटत्ववान् कः अस्ति घटत्ववान् घटः अस्ति घटः एव यतोहि घटः एव घटत्ववान् अतः तत्र उपरि गत्वा तदनन्तरं यदि मतु प्रयोजयामः पुनः सः एव पदार्थं तमेव पदार्थं प्राप्नुमः समीचीनं तत्र घटत्ववान् नाम घटः एव समीचीनं भगिनि धन्यवादः अग्रे नीता भगिनि पठितुं धन्यवादः भगिनि आम् आचार्य घटात् भूतलस्य दिशि घटात् घटात् भूतलस्य दिशि गन्तुम् इच्छामः चेत् मतुप् योजयामः घटः योगे मतुप् घटः योगमतुप् इत्युक्ते घटवत् भूतलवाचकपदम् अतः नपुसके घटवत् एव घटवत् भूतलं घटवत् इत्यस्य भावसिद्ध्यर्थत्वप्रत्ययं योजयामः घटवत् योगत्व इत्युक्ते घटवत्त्वं घटवत्त्वं घटस्य स्तरे वर्तते नियतलिङ्गत्वात् नपुसके घटवत्त्वम् एव पुनः अधोभागे गमनार्थं मतुप् योजयामः घटवत्त्वं योग मतु घटवत्ववत् घटवत्ववत् घटवत्वस्य आश्रयः अपि च भूतलवाचकपदम् अतः अधोभागे वर्तते तर्हि आहत्य परिणामः एवम् अस्तु तत्र दृष्ट्वा किञ्चित् वदतु भगिनि यत् भवती पठितवती घटात् भूतलदिशि अत्र भावप्रत्ययस्य योजनेन इत्युक्ते त्वं प्रत्ययस्य योजनेन उपरि वयम् उपरि गच्छामः मतु प्रत्ययस्य योजनेन अधोभागे आगच्छामः तत् यदा घटस्य उदाहरणं वयं स्वीकुर्मः चेत् तत्र घटत्वं भवति उपरि गच्छामः तद्भाव आगच्छति घटत्वं घटत्वं योगमतुप् तर्हि घटत्वं योगमतुप् अधोभागे आगच्छामः तत् घटत्वं मतुप् घटत्ववत् वा घटत्ववती वा घटत्ववान् अत्र भूतलमस्ति तत् घटत्ववत् तत् घटत्ववत् इति गुणवाचकपदमस्ति अतः पुंसि घटत्ववान् इति भवति तो घटत्ववान् घटः इति सिद्ध्यते इदानीं घटत्वम् इति योजनेन सर्वदा तत्र नपुंसकलिङ्गपदम् एव प्राप्नुमः तत्र नाम पुस्तकत्वम् इति खलु अतः त्व इति योजनेन सर्वदा नपुंसकलिङ्गे एव भवति अतः तत्र तस्य लिङ्गस्य परिवर्तनं न कदापि भवति अतः तत्र नियतलिङ्गपदं त्व इति प्रत्ययस्य योजनेन यत् पदं प्राप्नुमः तस्य लिङ्गम् एक सर्वदा नपुंसकलिङ्गम् एव अतः तत्र नियतलिङ्गपदम् अतः तत्र घटवत्त्वम् अथवा पुस्तकत्वं सर्वदा नपुंसकलिङ्गे नपुंसकलिङ्गे तथैव अस्माकं प्रश्नमञ्जुषायाम् एकं प्रश्नं अभवत् तत् पुस्तकं वत्त्वं तत् पुस्तकवत्त्वं पुस्तकत्वं तथैव घट घट घटवत्त्वं यत् किमपि पदं भवतु त्वम् इति योजनेन सर्वदा नपुंसकलिङ्गपदं भवति दन्तत्वं पुस्तकहारत्वम् इति इदानीं तत्र घटवत्त्वम् इदानीं तत्र घटवत् इत्यस्य घटवत् इति अस्ति तदनन्तरं त्वम् इति योजयामश्चेत् तत्र घटवत्त्वम् इति प्राप्नुमः घटवत्त्वं कुत्र अस्ति घटवत्त्वं घटवत्त्वं घटे अस्ति घटे अस्ति वा अथवा घटस्य स्तरे अस्ति वा घटवत्त्वं घटवत्त्वं घट इति घटः घटः आरम्भं कुर्मः घटवत् इति पदेन किं भवति उपरि गच्छामः वा अथवा अधोभागे गच्छामः घटवत् त्वं प्रत्ययेन उपरि गच्छामः त्वम् इति प्रत्ययेन उपरि किन्तु घटः तदनन्तरं घटवत् इति अतः घटः इति प्रथमं घटवत् इति यदि वदामः अधोभागे गतवन्तः खलु आं मतु प्रत्यय अधोभागे योजनेन अधोभागे तदनन्तरं त्वम् इति पुनः आगम तदनन्तरं यदि त्वं योजयामः चेत् घटवत्त्वम् इदानीं घटवत्त्वं त्वं न केवलं घटवत्त्वम् इति अस्ति चेत् तत्र किं भवति तत्र घटवत्त्व अधोभागे घटवत्त्वम् अधोभागे आगच्छति कुर्मः तत्र घटवत् इत्यस्य भावसिद्ध्यर्थं त्वं प्रत्ययं योजयामः इति वाक्यं पठितवती खलु तदनन्तरम् अस्ति घटवत् योगः त्वं घटवत्त्वं घटवत्त्वं कुत्र अस्ति इति अग्रिमवाक्यं वदति घटवत् योगे त्वम् इत्युक्ते घटवत्त्वं घटवत्त्वं घटस्य स्तरे वर्तते यतोहि घटवत् इति अधोभागे गतवन्तः पुनः त्वम् इति योजनेन उपरि आगतवन्तः, अतः मध्यमस्तरे वयं स्मः खलु, तस्य स्तरे एव स्मः इदानीं. घटवत्त्वं घटस्य स्तरे वर्तते, नियतलिङ्गत्वात् नपुंसके घटवत्त्वम् एव तत्र परिवर्तनं न भवति, विकल्पः नास्ति, किन्तु मतु प्रतियोजने विकल्पः अस्ति, नाम वति वत् वान् इति भवति, किन्तु भावप्रत्ययस्य योजने सर्वदा नपुंसकलिङ्गपदं पुनः अधोभागे गमनार्थं मतुप् योजयामः. इदानीं पुनः अधोभागे तत् घटवत्त्वं योगमतुप् अधोगमनार्थं घटवत्त्ववत् इति अधमस्तरे घटवत्त्ववत् घटवत्त्वस्य आश्रयः अपि च भूतलवाचकपदम् अतः अधोभागे अधोभागे वर्तते. हा नाम घटवत्त्वम् इत्युक्ते तत्र घटः एव खलु, घटवत्त्ववान् इति घटः खलु, घटवत्त्ववान् इति घटः, तत्र घटवत्त्वं घटवत् इति भूतलस्य स्तरे अस्ति, तदनन्तरं त्वम् इति योजनेन उपरि गतवन्तः, घटस्य स्तरे अस्ति घटवत्त्वम्. इदानीं घटवत्त्वं कुत्र अस्ति इति प्रश्ने सति तत्र भूतले एव अस्ति खलु घटवत्त्वं, यतोहि घटवत्त्वं भूतले एव अस्ति, अतः तत्र घटवत्त्ववत् इति भूतलं भवति, भूतले घटवत्त्वम् अस्ति, अतः घटवत्त्वस्य आश्रयः भूतलमस्ति, अतः घटवत्त्ववत् भूतलवाचकपदं, भूतलं वदति, यतोहि घटवत्त्ववत् किमस्ति भूतलमेव भवति, यथा तत्र घटवत् भूतलमिति कृतवन्तः तथैव तत्र घटवत्त्ववत् भूतलमपि तदपि वक्तुं शक्नुमः. एतत् केवलम् एषा क्रीडा अस्ति इति चिन्तयतु, प्रत्ययस्य योजनेन उपरि गन्तुं शक्नुमः, अधोभागे गन्तुं शक्नुमः, त्वं प्रत्ययस्य योजनेन उपरि गन्तुं शक्नुमः, एतत् बहुवारं कर्तुं शक्नुमः, मतु तदनन्तरं भावः, तदनन्तरं मतु तदनन्तरं भावः, द्विवारं मतु त्रिवारं भावप्रत्ययः, एषा क्रीडा अस्ति. क्रीडया किं भवति, तत्र केवलं तत्र यत् अस्ति पूर्वं तदेव प्राप्नुमः, नूतनं किमपि न प्राप्नुमः, तत्र घटः घटत्वं भूतलं केवलम् एतदेव प्राप्नुमः इति साधारणतया इति अस्ति, अतः तत्र स्तरत्रयम् अस्ति, उपरि स्तरे घटत्वं, मध्यमस्तरे क्षम्यतां मध्यमस्तरे घटः, अधोभागे भूतलम् इति अस्ति. एतत् केवलं मतु प्रत्ययस्य योजनेन किं किं भवति, त्वं प्रत्ययस्य योजनेन किं किं भवति इति केवलं दर्शितम्. इदानीं साक्षात् प्रश्नः यः अस्ति तत्र तं प्रश्नं इदानीं पठामः. अस्तु अग्रे तत्र धन्यवादः भगिनि. अस्तु अग्रे तत्र हा धनश्री भगिनी नमस्कारः. नमस्कारः महोदय. नमस्कारः भगिनि. तत्र करपत्रम् अस्ति खलु, अस्तु अतः इदानीं तत्र विशेषणस्य कार्यं किम् इति तत्र आरभ्य पठतु भगिनि. विशेषणस्य कार्यं किम्? विशेषणं विशेष्यम् अन्येभ्यः वस्तुभ्यः पृथक् करोति. उन्नतः वृक्षः उन्नतशब्दः विशेषणं विचिन्त्य विवक्षितं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति इति सामान्यम् अवगमनम्. विशेषणविशेषणयोः विशेषणविशेष्ययोः अर्थः विशेषणविशेष्यम् इति शब्दद्वयम् अपि अर्थसम्बद्धः न तु शब्दसम्बद्धम्. अयं सिद्धान्तः मुख्यः. विशेष्यपदार्थः न तु पदम्. तर्हि पदं किं? विशेष्यवाचकम्. यथा वृक्षः इति विशेष्यं कदापि पदं न भवति वृक्षः विशेष्य वृक्षः लोके जीवितः वस्तुः यत् सः पदार्थः वृक्षः सः लोके यः प्राणी वृक्षः स एव विशेष्य अतः वृक्षः शब्दः विशेष्य वाचकः न तु स्वयं विशेष्यम् अत्र विशेषणस्य कार्यं किमस्ति तत्र तत्र अस्ति विशेषणं विशेष्यम् अन्येभ्यः वस्तुभ्यः पृथक् करोति नाम कश्चित् पदं विशेष्यमस्ति कश्चित् पदार्थं तत् पदार्थस्य किञ्चित् विशेषण किञ्चित् धर्मम् अथवा धर्मं विशेषणं बोधति अतः तत् अन्येभ्यः पदार्थेभ्यः वस्तुभ्यः पृथक् करोति भिन्नं करोति भिन्नता की अस्ति तत्र का अस्ति तत्र इति सूचयति उन्नतः वृक्षः इति उदाहरणमस्ति उन्नतशब्दः विशेषणं विचिन्त्य विवक्षितं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति इति सामान्य अवगमनं नाम सामान्यज्ञानं किमस्ति अस्माकं एकः वृक्षः अस्ति सः अन्यात् वृक्षात् भिन्नं कथं भवति अस्य उत्तरमस्ति सः वृक्षः उन्नतः अस्ति अतः सः अन्यात् वृक्षात् भिन्नमस्ति पुनः उन्नतः वृक्षः इति उन्नतः वृक्षः इति वदामः एषः वृक्षः भिन्नः इति प्रदर्शयामः उन्नत इति गुणेन पदेन विशेषणविशेष्ययोः अर्थः विशेषणविशेष्यम् इति शब्दद्वयमपि अर्थसम्बद्धः न तु शब्दसम्बद्धः सम्बद्धम् अयं सिद्धान्तं मुख्यं नाम सम्बद्धम् अस्ति न तु शब्दसम्बद्धं तत्र अर्थ इति अस्ति शब्द इति अस्ति तत्र भेदः कः इति तत्र एष तत्र सिद्धान्ते अर्थसम्बद्धः अर्थसम्बद्धम् अस्ति शब्दसम्बद्धम् अस्ति नाम शब्दनाम पदं यः अस्ति तस्य वाचक यः पदम् अस्ति तत् शब्दमस्ति तेन यस्य पदार्थस्य बोधः अस्मासु भवति तत् तस्य अर्थः अस्ति अर्थः नाम साक्षात् पदार्थः यः लोके वर्तते पदार्थः नाम पदार्थः पदार्थसम्बद्धः सम्बद्धम् अस्ति तत्र विशेषणविशेष्यम् इति सम्बन्धं तत्र तत्र भावः यत् यः वर्तते सः भावः तत्र नाम अथवा सम्बन्धः तत्र पदार्थयोः मध्ये वर्तते न तु पदयोः मध्ये नाम वृक्षः उन्नतः वृक्षः इति यत्र अस्ति तत्र वृक्षः इति कश्चन पदार्थः वृक्षः इति पदं तं पदार्थं सूचयति वदति तं पदार्थं वदति अतः वृक्षः इति पदं पदार्थ विशेषवाचकपदं न तु साक्षात् विशेष्यं अतः पुनः एकवारम् एतत् अग्रिमपरिचयं प्रापतु भगिनी विशेष्यः पदार्थः न तु पदम् पदार्थः अस्ति विशेष्यः पदार्थः अस्ति पदं नास्ति तर्हि पदं किं विशेष्यवाचकं यत् अस्ति तत् पदमस्ति पदं किमस्ति केवलं विशेष्यवाचकपद विशेष्यवाचकम् अस्ति विशेष्यं किम् इति वदति पदं किन्तु अग्रे यथा वृक्षः इति विशेष्यं कदापि पदं न भवति वृक्षः विशेष्य वृक्षः इति पदार्थः अस्ति पदं नास्ति इति बोधः तत्र यदि वयं साधारणतया किं भवति वृक्षः इति यदि वदामः अस्माकं चिन्तनमस्ति यत् एतत् पदं पदार्थं सूचयति अतः अस्माकं मनसि यदि वृक्षम् इति पदार्थं पश्यामः अस्मिन् मनसि वृक्षः इति पदम् आगच्छति यदि वयं वृक्षः इति पदं चिन्तयामः ओ एषः पदार्थः इति अपि चिन्तनं भवति, अतः तत्र द्वयमपि भवति अस्माकं मनसि, पदमपि भवति पदार्थस्य अवलोकनम् तत्र अवलोकनेन पदम् अस्माकं मनसि भवति, पदस्य चिन्तनेन पदार्थस्य चिन्तनमपि भवति, किन्तु पदार्थः भिन्नः, पदार्थः लोके स्थितः अस्ति, पदं तु शब्दरूपम् अस्ति, अत्र शब्दलोकः तत्र शब्दप्रपञ्चः भिन्नः, पदार्थप्रपञ्चः भिन्नः खलु, तत्र श्लोकरूपं प्रार्थना एतत् सर्वं शब्दप्रपञ्चे अस्ति, किन्तु उपनिषदः वेदाः सर्वे शब्दप्रपञ्चे सन्ति, पदार्थाः तु ये वयं तत्र इन्द्रियैः पश्यामः खलु, ज्ञास्यामः तत् पदार्थः पदार्थप्रपञ्चः भिन्नः, पदशब्दप्रपञ्चः भिन्नः, अतः तत्र वृक्षः पदं पदार्थं सूचयति, पदार्थः इति वृक्षः एषः वृक्षः इति यदि वदामः तत्र साक्षात् वृक्षः तत्र अस्ति, सः वृक्षः विशेष्यः, वृक्षः इति पदं विशेष्यं सूचयति, अतः विशेष्यवाचकपदम् अस्ति, विशेष्यवाचकम् अस्ति पदम्. अग्रे वृक्षः लोके एकः प्रश्नः तत्र इत्युक्ते शब्दः अथवा पदं तत् समानम्? शब्दः अपि पदं समानं, केवलं तत्र शब्दः इत्युक्ते पदं, पदम् इत्युक्ते शब्दः, केवलं तत्र पुल्लिङ्गे अथवा नपुंसकलिङ्गे तावदेव, किन्तु पदार्थः भिन्नः, पदम् अथवा पदं भिन्नः, पदम् अथवा शब्दः समानम्. वृक्षः लोके जीवितवस्तु यत् सः पदार्थः वृक्षः, नाम यः वस्तु अस्ति पदार्थः अस्ति तदेव वृक्षः, सः लोके यः प्राणी वृक्षः स एव विशेष्य. प्राणी नाम इनेन प्रत्ययान्त यः प्राणं धारयति तादृशं, सः प्राणी पुल्लिङ्गि सः वृक्षः सः एव विशेष्यः, अतः वृक्षशब्दविशेषवाचकः न तु स्वयं विशेष्यम्. अतः तत्र वृक्षः इति पदम् अथवा शब्दः विशेष्यवाचकपदम् अथवा नाम विशेष्यवाचकम् अस्ति, यदि पदम् इति चिन्तयामः वृक्षः इति पदं विशेष्यवाचकम् अस्ति, अथवा वृक्षः इति शब्दः विशेष्यवाचकः अस्ति, किन्तु स्वयं विशेष्यं नास्ति, विशेष्यः स्वयं विशेष्यं नास्ति, यतोहि एतत् पदमेव अस्ति न तु पदार्थः. वृक्षः इति शब्दः पदमस्ति, पदार्थः नास्ति, अतः केवलं पदार्थवाचकं भवितुम् अर्हति, विशेष्यवाचकम् अस्ति. अग्रे तत्र प्रथमं वाक्यं महोदय तस्मिन्नेव परिच्छेदे द्वितीयं वाक्यमस्ति यथा वृक्षः इति विशेष्यं कदापि पदं न भवति, अनन्तरम् अन्तिमं वाक्यमस्ति न तु स्वयं विशेष्यं, नाम विशेष्यम् अस्ति वा विशेषवाचकः अस्ति इति तु सत्यं, परन्तु एते विशेष्यः तत्र वृक्षः इति साक्षात् पदार्थः यस्ति, वृक्षः इति पदार्थः अत्र पदार्थस्य वर्णनं केवलं शब्दैः एव भवति खलु, अतः यदि वयं वदामः वृक्षः इति साक्षात् पदार्थः, वयं तत्र वृक्षः अस्माकं अत्र एव वृक्षः अस्ति इति चिन्तयतु, साक्षात् वृक्षः अस्ति, एषः वृक्षः लोके यः वृक्षः अस्ति सः पदार्थः अस्ति, विशेष्यः अस्ति, सः पदार्थः पदं नास्ति खलु. अत्र अस्मिन् वाक्ये वृक्षः इत्युक्ते पदार्थः, तदनन्तरं यदि वृक्षः इति शब्दः अतः तत्र अतः वृक्षः शब्दः इति अस्ति. केवलं वृक्षः अस्ति चेत् साक्षात् पदार्थः, यदि वृक्षशब्दः इति अस्ति चेत् पदमस्ति तत्र. समीचीनं वा? वृक्षशब्दः अनन्तरं वृक्षः, एतादृशं भेदं करणीयं. नो चेत् तत्र अस्माकं मनसि क्लेशः भवति खलु, वृक्षः इति पदार्थः वा शब्दः वा. अतः तत्र किं कृतवान्, वृक्षः इति यत्र लिखितवान् तत्र पदार्थः अस्मिन् परिच्छेदे. वृक्षः अस्ति चेत् केवलं पदार्थः, वृक्षशब्दः अस्ति चेत् तत् पदं शब्दलोके अस्ति. वृक्षशब्दः विशेषवाचकः अस्ति, वृक्षः इति साक्षात् पदार्थः अस्ति. सः पदार्थः एव विशेष्यः, वृक्षः इति शब्दः विशेष्यवाचकः शब्दः. अस्तु, समीचीनम्. अस्तु, अग्रे तत्र जयलक्ष्मी भगिनी अग्रे पठति वा? आं महोदय, पठामि. अस्मिन् पच्यते मम च किञ्चित् भ्रमः अस्ति महोदय. वृक्षः इति पदार्थः अस्ति, वृक्षशब्दः विशेषवाचकः इति वा अत्र अर्थः? तत्र अस्माकं व्यवहारः तादृशः अस्ति, तत्र वृक्षः इति यदि वदामः वयं न अवगच्छामः तत्र पदार्थः वा अथवा पदं वा, खलु? अतः वृक्षः इति यदि वदामः तत्र पदार्थः अपि भवितुमर्हति, पदमपि भवितुमर्हति. अतः भेदस्य तत्र भेदः सम्यक् अवगच्छामः इति चिन्तयित्वा सः तत्र वृक्षः यः पदार्थः अस्ति सः विशेष्यः अस्ति, सः एव विशेष्यः उन्नतः वृक्षः इति यदि वदामः, साक्षात् वृक्षः अस्ति लोके, सः पदार्थः वृक्षः विशेष्यः अस्ति. पदार्थः प्राणी अस्ति, वस्तु अस्ति, सः एव विशेष्यः वृक्षः. पदार्थः विशेष्यः साक्षात् लोके अस्ति सः विशेष्यः, यतोहि तत्र उन्नतः वृक्षः इति वदामः, तत्र एषः वृक्षः एव तत्र उन्नतः अस्ति खलु. अतः तत्र विशेष्यम् इत्युक्ते सः पदार्थः विशेष्यः विशेष्यः. पदं केवलं पदार्थं वदति खलु. अतः तत्र वृक्षः शब्दः विशेष्यवाचकः शब्दः भवति. अस्तु, अतः तत्र सरलमस्ति, किन्तु तत्र केवलं शब्दः इति भिन्नः, शब्दप्रपञ्चः भिन्नः, पदार्थप्रपञ्चः भिन्नः, किन्तु शब्दप्रपञ्चः अपि पदार्थप्रपञ्चः तयोः मध्ये तत्र सम्बन्धः अस्ति खलु, यतोहि तत्र पदार्थस्य सूचनं शब्देन एव भवति. अत्र पदार्थः इत्युक्ते पदस्य अर्थः इति वा? इति नास्ति, इति नास्ति. पदार्थः केवलं, अतः एव तत्र अर्थ नाम पदार्थः तत्रैव अस्ति खलु. पदार्थः इति पदस्य अर्थः यः वस्तु अस्ति, यत् वस्तु अस्ति सः एव पदार्थः. अतः पदार्थः नाम यः लोके वर्तते, यस्य ज्ञानं वयम् इन्द्रियैः प्राप्नुमः. लोके यः अस्ति तत्र पञ्चभूतैः कृतं पदार्थः, सप्तपदार्थः इत्यस्य अर्थः, तत् सः पदार्थः एव विशेष्यः. शब्दप्रपञ्चे नाम पदप्रपञ्चे नाम यत् तत्र श्रोतृ इन्द्रियलोके शृणुमः तत् तद् शब्दं वाचकं भवति, तत्र पदार्थं किम् इति वदति. अतः वृक्षः इति शब्दः पदार्थवाचकः सूचयति, विशेष्यम् इति सूचयति, अतः विशेष्यवाचक शब्दः भवति नाम उन्नतः वृक्षः इति यदि वदामः वृक्षः इति पदमस्ति वृक्षः इति पदार्थः अपि अस्ति साधारणतया व्याकरणशास्त्रे वयं किं कुर्मः वृक्षः इति पदमस्ति एतत् पदमेव विशेष्यम् इति वदामः सत्यं किन्तु विशेष्यः साक्षात् पदार्थः एव विशेष्यः अस्ति अपि एतत् पदं तं पदार्थं वदति अतः एतत् पदं विशेष्यवाचकपदम् अस्ति इति अत्र सिद्धान्तः किन्तु अत्र अन्तिमवाक्यं न तु स्वयं विशेष्यम् इति उक्तं खलु तत्र विशेष्यभावः अपि तत्रैव अस्ति वृक्षः इति शब्दः अथवा वृक्षः इति पदं स्वयं विशेष्यं नास्ति पदे अस्तु पदं विशेष्यं नास्ति पदार्थः एव विशेष्यः इति अस्तु पदार्थलोके एव विशेष्यः भवति पदलोके विशेष्यवाचकपदम् इति एव स्थितिः अस्तु समीचीनं वा अतः भिन्नः पदलोकं भिन्नः विशेष्यम् इति पदं यत् साधारणतया वयं वदामः एतत् विशेष्यम् इति वदामः तत् विशेष्यवाचकपदम् अस्ति हा अतः तत्र सिद्धान्तः किम् इति तत्र रक्तवर्णे तदस्ति तत्र विशेषणविशेष्य विशेष्यम् इति शब्दद्वयमपि अर्थसम्बद्धं न तु शब्दसम्बद्धं नाम पदार्थयोः मध्ये तत्र सम्बन्धः अस्ति तेन सम्बन्धेन पदयोः मध्ये अपि सम्बन्धः आगच्छति साधारणव्यवहारः तत्र विशेषणविशेष्यभावः इति वदामः एषः भावः पदयोः मध्ये वर्तते किन्तु किमर्थम् एषः सम्बन्धः अस्ति इत्युक्ते पदार्थयोः मध्ये कश्चन सम्बन्धः वर्तते तस्मात् एषः पदयोः मध्ये सम्बन्धः अपि आगतः अस्ति अतः अत्र विशेषणविशेष्यभावः इति वदामः किन्तु पदयोः मध्ये यः सम्बन्धः वर्तते सः सम्बन्धः तस्य सम्बन्धस्य कारणं पदार्थयोः मध्ये कश्चन सम्बन्धः वर्तते इति अस्तु अस्तु महोदय इति सिद्धान्तः तस्य विवरणमेव अत्र अस्ति अग्रे पठामि विशेष्य वियोगशिष्ययोग ण्यत् शिश्र विशेषणे रुधादिगणे अनुबन्धरहितधातुः लोके शिश्य लटि शिनष्टि वि उपसर्गपूर्वकः विशिष्य लटि कर्तृप्रयोगे विशिनष्टि कर्मणि प्रयोगे विशिष्यते इति रूपम् उक्तमस्ति अत्र विशेष्य इति पदं कथं प्राप्यते इत्यस्य विवरणं दत्तमस्ति वि इति उपसर्गपूर्वमस्ति शिश्र इति धातुः अस्ति तत्र लु इत्यस्य इत् अस्ति अतः तस्य लोपः जायते शिश् इति अवशिष्यते यदा उपसर्गः योजयति विशिष् इति भवति तत्र लटीरूपं कर्तृप्रयोगे विशिनष्टि इति भवति यतोहि अत्र गणः रुधादिगणः अस्ति तदर्थं न इति मध्ये आयाति विशिनष्टि इति रूपं कर्तृप्रयोगे लटि भवति कर्मणि प्रयोगे विशिष्यते इति रूपं प्राप्यते अत्र यङ् इति अपि मध्ये आयाति अतः विशिष्यते इति रूपम् आयाति अग्रे अग्रे पठामि वा ऋ हलोर्ण्यत् इति सूत्रं ऋ वर्णान्तेभ्यः हलन्तेभ्यः च धातुभ्यः कर्मण्यर्थे ण्यत् प्रत्ययः भवति नकारतकारयोः इत्संज्ञा या अवशिष्यते ऋ हलोर्ण्यत् इति सूत्रस्य अर्थः अत्र प्रतिपाद्यते ऋ वर्णान्तेभ्यः धातुभ्यः हलन्तेभ्यः धातुभ्यः च कर्मण्यर्थे यदि कर्मणि अर्थे कर्तुः विवक्षा अस्ति तस्मिन् समये ण्यक् प्रत्ययः विधीयते. ण्यक् इत्यस्य नकारस्य अपि ईत्संज्ञा अस्ति, या इति अपि ईत्संज्ञा अस्ति तयोः, क्षम्यतां तकारस्य अपि ईत्संज्ञा अस्ति तयोः लोपः जायते, तदर्थं केवलं या इति एव अवशिष्यते इति उक्तम् अत्र. ण्यक् णित् णित्वात् द्वे कार्ये इति अग्रे उच्यते. नकारस्य इत् अस्ति इति कारणात् ण्यत् इति प्रत्ययः णित् अस्ति. णित् यदि अस्ति चेत् व्याकरणशास्त्रे कार्यद्वयं भवति, ते के इति अग्रे उच्यते. अचोञ्णिति इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृत्तिः णिति णिति प्रत्यये परे. कृ योगया कार्यम् इति रूपं, हृ योगया हार्यं, धृ योगया धार्यम् इति रूपं भवति. अचोण्यति इति सूत्रमस्ति. अचोण्यति इति सूत्रं किं वदति इति चेत् अजन्ताङ्कस्य वृद्धिः भवति. कदा भवति इति चेत् णिति णिति परे. यदि प्रत्यये नकारस्य इत् अस्ति अथवा नकारस्य इत् अस्ति चेत् तत्र वृद्धिः भवति. यदि अङ्गस्य अन्ते अच् वर्णः अस्ति चेत्, अजन्तम् अङ्गमस्ति चेत् अन्तिमवर्णस्य वृद्धिः भवति यदि णित् णित् प्रत्यये परे अस्ति चेत् इति उक्तम्. उदाहरणार्थं कृ इति धातुः स्वीकुर्मः चेत् कृ योग या, या इति अत्र ण्यत् अस्ति, नकारस्य तकारस्य च लोपः भूत्वा या इति अवशिष्यते. अथवा तदर्थं कृ योगया इत्यस्मिन् प्रसङ्गे कृ इति इदानीम् अजन्तम् अङ्गमस्ति, ऋकारः स्वरः अस्ति, अतः अच् अन्ते यस्य सः अजन्तम् अङ्गं, यस्य तत् अजन्तम् अङ्गम्, अतः कृ इति अजन्तम् अङ्गम्. अन्तिमवर्णः ऋकारः अस्ति, तस्य वृद्धिः भवति. ऋकारस्य वृद्धिसंज्ञकः भवति आ इति, दीर्घ अकारः अस्ति, अतः का इति भवति. अत्र उरण्ड्रपरः इति सूत्रमपि आगच्छति, तेन आर् इति रूपं भवति. तदर्थं कार् इति, कृ इत्यस्य कार् इति रूपं भवति. ततः परं या इति कार्यम् इति तत्र नपुंसकलिङ्गे भवति, कार्यम् इति रूपं. तथा एव हृ योगया इत्यत्रापि हृ इत्यस्य, हृ इति अजन्तमङ्गं, ऋकारस्य वृत्तिः आर्, उरण्ड्रपः इत्यनेन उरण्ड्रपरः इत्यनेन हार् इति भवति अन्तिमरूपं, हार्यम् इति भवति. तथा एव धृ योगया इत्यत्रापि धार्यम् इति रूपं प्राप्यते. अतोपधायाः इति द्वितीयं कार्यमस्ति. अतोपधायाः इत्यत्रापि इत्यनेन उपधायाम् अतः वृद्धिः निति निति प्रत्यये परे इति उक्तं. वच् योगया वाक्यं, पच् योगया वाक्यम् इति अस्ति. अतोपधायाः इति सूत्रं किं वदति इति चेत् यत्र अङ्गम् अस्ति अङ्गे उपधायाम् अत् अत् इत्युक्ते ह्रस्व अकारः अस्ति चेत् तादृश अङ्गस्य ह्रस्व अकारस्य वृद्धिः जायते इति उक्तम्. अकारस्य वृद्धिः आकारः अस्ति. कदा भवति इति चेत् यत्र उपधायाम् अत् अस्ति तादृश अङ्गस्य परे णित् णित् अस्ति चेत्, नकारस्य अथवा नकारस्य इत् प्रत्ययः अस्ति चेत् तादृश अङ्गस्य वृद्धिः भवति. अत्र वच् इति वदामः चेत् अत्र उपधायां ह्रस्वाकारः अस्ति, तादृश ह्रस्वाकारस्य वृद्धिः भूत्वा वाच् इति भवति. अत्र चकारस्य अपि ककारः चुहुकुः इत्यनेन ककारः वर्तते, पुनः वृद्धिः अपि भूत्वा वाक्यम् इति रूपं प्राप्यते. वच् योगया, क्षम्यतां पच् योगया इत्यत्रापि उपधायां ह्रस्वाकार, उपधा इत्युक्ते अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति सः उपधा इति उच्यते. अत्र उपधायां ह्रस्वाकारः अस्ति. ततः परं हलन्त्यम् अस्ति, हल् वर्णः अस्ति, अत्र अकारस्य वृद्धिः भूत्वा पाच् इति भवति. तत्रापि सन्धिकार्यमपि भूत्वा वाक्यम् इति रूपं प्राप्यते. ण्यत् अर्थधातुकप्रत्ययः अर्थधातुकत्वात् एकं करतत् अग्रे अस्ति. इति कार्यद्वयमस्ति, अचोनिति अतोपधायाः इति सूत्रद्वयं, यदि ङिति निति परे अस्ति चेत् अङ्गस्य वृद्धिः भवति इति उक्तम्. अस्तु भगिनि, तत्र अन्तिमं तत्र अर्धधातुकत्वात् कार्यमपि एकवारं केवलं किञ्चित् अतीतः, किन्तु केव विशेष्यम् इति पदस्य निर्माणं कथमस्ति यत्र इति प्रदर्शितमस्ति तत् समापयामः. अतः तत्र केवलम् अग्रिम यत् वाक्यमस्ति तत् पठित्वा हा पठामि. न्यत् अर्धधातुकप्रत्ययः अर्धधातुकत्वात् एकं कार्यं, पुगन्तलघुपदस्य च इत्यनेन लघुपदस्य च क्षम्यता, लघुपदस्य इकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्यये परे. छिद्योगया छेद्यं, शिष्योगया शिष्यम्. अत्रापि पुगन्धलघुपदस्य च इत्यनेन गुणकार्यं सम्भवति. पुगन्ध अङ्कं न चेत् लघुपदम् अङ्कं यत्र अस्ति तस्य इकः गुणः भवति इति सूत्रं वदति. कदा भवति इत्युक्ते सार्वधातुकप्रत्ययः परे अस्ति अथवा अर्धधातुकप्रत्ययः परे अस्ति चेत् गुणः सम्भवति. उदाहरणार्थं छिद् इति उक्तं, छिद्योगय अत्र छेद्यम् इति रूपं भवति. छिद् इत्यस्य इकारस्य, इकारः अस्ति लघुपदम् अङ्गमस्ति, उपधायां लघु इक् अस्ति, इ उ ऋ ऋ एते वर्णाः सन्ति चेत् उपधायां तादृशवर्णस्य गुणः सम्भवति. इकारस्य गुणः अस्ति एकारः, अत्र छेद् इति भवति, पुनः ण्यत् प्रत्ययस्य योजनेन छेद्यम् इति रूपं. तथा एव शिष्योगया इत्यत्रापि इकारस्य, इकारः गुणकार्यं भूत्वा एकारः शेष्, शेष्योग ण्यत् शेष्यम् इति रूपं प्राप्यते. ण्यत् प्रत्ययेन यः शब्दः निष्पन्नः सः विशेष्यनिघ्नः, अतः त्रिषु लिङ्गेषु भवति, विशेष्यः, विशेष्य, विशेष्यम् इति उक्तमस्ति. यतोहि अत्र विशेष्यनिघ्नता भवति विशे ण्यत् प्रत्ययस्य योजनेन यः शब्दः निष्पन्नः अस्ति तस्य त्रिषु लिङ्गेषु अपि प्रयोगः भवति विशेषनिघ्नता इत्यनेन. अतः विशेष्यः इति पुल्लिङ्गे, विशेष्य इति स्त्रीलिङ्गे, विशेष्यम् इति नपुंसकलिङ्गे च रूपाणि भवन्ति इति उक्तम्. धन्यवादः. तत्र विशेष्यम् इति विशेष्यं, विशेषणम् इति तयोः मध्ये कः सम्बन्धः इति तस्य अवगमनात् प्राक् विशेष्यम् इति पदं तस्य निर्माणं कथम् इति अत्र प्रदर्शनीयम् अस्ति. अत्र तत्र व्याकरणस्य विषयमस्ति, नरस्मि सर्वम् उक्तवती, किन्तु तत्र विशेष्यम् इति पदं कथं भवति, अपि तस्य अर्थः कः, तस्य अर्थः कः इति अग्रिमे वर्गे चर्चयामः. अपि तदनन्तरं विशेष्यं, विशेषणयोः भावः कः, पदार्थलोके कथं भवति, तेन कथं पदलोके आगच्छति इति अग्रिमे वर्गे पश्यामः. अस्तु तर्हि समयः अपि जातः. धन्यवादः. अभिवादः, नमस्कारः.